सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् स भूमिम् विश्वतो वृत्त्वा अत्यतिष्ठद्दशाङ्गुलम् पुरुष एवेदकम् सर्वम् यद्भूतम् यच्च भूयम् उतामृतस्वस्येषानः यदन्नेनातिरोहति एतावादस्य महिमा अतोज्याजागिश्च पूरुषः पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतम् दिवि त्रिपादूर्ध्व उदैत्पुरुषः पादोऽस्येहा भवात्पुनः ततो विश्वम् व्यक्रामत् साशनानशने अभि तस्माद्विराडजायत विराजो अधिपूरुषः स जातो अत्यरिच्यत पश्चाद्भूमिमथो पुरः यत्पुरुषेण हविषा देवाजज्ञमतन्वत वसन्तो अस्यापीदाज्यम् ग्रीष्म इध्मः शरद्भिः सप्तास्यासन् परिधजः त्रिः सप्त समिधः कृताः देवाजज्ञन्तन्वानाः अबध्नन् पुरुषम् पशुम् संयज्ञम् बर्हिषि प्रोक्षन् पुरुषम् जातमग्रतः तेन देवा अयजन्त साध्या ऋषयश्च ते तस्माद्यज्ञात् सर्वहुतः सम्भृतम् वृषदाज्यम् पशोगस्तागश्चक्रेवायम्यान् आरण्यान् ग्राम्याश्च ते तस्माद्यज्ञात् सर्वहुतः ऋचः सामानि जज्ञिरे छन्दागुंसि जज्ञिरे तस्मात् यजुस्तस्मादजायत तस्मादश्वा अजायन्त ये केचो भजाततः गावोह जज्ञिरे तस्मात् तस्माज्जाता अजावजः यत्पुरुषम् व्यदधुः कतिधा व्यकल्पयन् मुखम् किमस्य कौ बाहू का भूरूपादावुच्येते ब्राह्मणोऽस्य मुखमासीत् बाहूराजन्यः कृतः ऊरू तदस्य यद्वैष्यः पद्भ्यागम् शूद्रो अजायत चन्द्रमा मनसो जातः चक्षोः सूर्यो अजायत मुखादिन्द्रश्चाग्निश्च प्राणात् वायुरजायत नाभ्या आसीदन्तरिक्षम् शीर्ष्णोद्यौः समवर्तत पद्भ्याम् भूमिर्दिश श्रोत्रात् तथा लोकाग्म् अकल्पयन् वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसस्तु पारे सर्वाणि रूपाणि विचित्य धीरः नामानि कृत्वाभिवदन् यदास्ते धाता पुरस्ताद्यमुदा जहार चक्रः प्रविद्वान् प्रदिशश्च तस्रः तमेवम् विद्वानमृत इह भवति नान्यः पन्था अयनाय विद्यते यज्ञेन यज्ञमजजन्त देवाः तानि धर्माणि प्रथमान्यासन् ते हनाकं महिबानः सचन्ते यत्र पूर्वे साध्याः सन्ति देवाः